गुरुब्रह्मा गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विभागः विभागः अन्यतमः गुणः संयोगनाशकः च इति तत्र अस्माकं लक्ष्यं तस्य साधनार्थं तत्र अनुमिति इति यन्त्रम् आवश्यकम् अनुमानम् इति यन्त्रम् आवश्यकं तस्य सम्यक् रूपेण तत्र पठनम् अवगमनम् अपि अभवत् इदानीं तत्र अनुमितिस्तरे तत्र अस्माकं किञ्चित् तत्र गभीररीत्या यः विषयः तत्र इदानीं तत्र प्रचलन् अस्ति इत्युक्ते तत्र अनुमितेः तत्र द्वैविध्यं वर्तते यत्र नाम तत्र पक्षे तत्र सर्वत्र साध्यम् अस्ति इति वा नाम अस्माकं लक्ष्यमस्ति नाम तत्र पक्षः अस्ति हेतुः पक्षे अस्ति पक्षधर्मताज्ञानम् अपि हेतुसाध्ययोः मध्ये तत्र व्याप्तिः वर्तते इति ज्ञानं तर्हि तत्र पक्षः हेतुमान् अपि तत्र हेतुः साध्यव्याप्य हेतुः अतः साध्यव्याप्य हेतुमान् पक्षः इति ज्ञानम् अस्माकम् अस्ति किन्तु अत्र तेन वयं जानीमः तत्र साध्यवान् पक्षः इति आगच्छति अनुमिति ज्ञानम् किन्तु तत्र साध्यः पक्षे वर्तते इति उक्तत्वात् तत्र सन्देहः भवति नाम साध्यः पक्षे सर्वत्र वर्तते वा अथवा कस्मिंश्चित् भागे वर्तते वा अस्माकम् इच्छा का इति नाम तत्र शतपर्वताः सन्ति इति चिन्तयामः तत्र सर्वेषु पर्वतेषु तत्र मन्निः साधनीयः वा अथवा केषुचित् पर्वतेषु एव मन्निः साध्यः साधनीयः वा इति तत्र भेदः भवति यत्र सर्वेषु पर्वतेषु मन्निः साधनीयः तत्र अस्माकम् अनुमितिः भवति तत्र पक्षता अवच्छेदक अवच्छेदेन अनुमितिः इति नाम एतत् पदं नाम पक्षता अवच्छेदकावच्छेदेन अनुमितिः अन्यत् अस्ति तत्र पक्षता अवच्छेदकसामानादि तत्र सामानादिकरण्येन इति तत्र एतावत् तत्र प्रथमविधमेव वयं तत्र पठन्तः स्मः नाम पक्षता अवच्छेदक अवच्छेदेन नाम तत्र पक्षता अवच्छेदक अवच्छेदेन नाम पक्षता नाम अस्मिन् उदाहरणे पक्षता अवच्छेदकम् इति पर्वतस्य पर्वते धूमः अस्ति धूमः तत्र हेतुः साध्यः वह्निः पक्षः पर्वतः अत्र तत्र पक्षता अवच्छेदकं किमस्ति कोऽपि स्मरति वा कापि स्मरति वा अवच्छेदकं किम् अस्ति इति नाम पर्वतत्वं पर्वतत्वं हा उत्तमम् उत्तमं हा पर्वतत्वं पक्षता नाम पक्षः अस्माकं चिन्तनं कीदृशम् इत्युक्ते पक्षः पर्वतः तर्हि पक्षता कुत्र अस्ति पर्वते अस्ति पर्वते पर्वतं विहाय अन्यत्र नास्ति अतः पक्षतायाः सीमा केन भवति पर्वतत्वेन भवति यतोहि पक्षता यत्र पर्वतः अस्ति तस्मिन् क्षेत्रे एव अस्ति अन्यत्र नास्ति अतः पक्षता अवच्छेदकं पर्वतत्वम् इति अतः पक्षता अवच्छेदकं पर्वतत्वम् अपि पर्वतत्वेन पर्वतत्व अवच्छेदेन अनुमितिः इति आसीत् तत्र नाम पर्वतत्वेन अवच्छेदेन, नाम यत्र यत्र पर्वतत्वम् अस्ति तत्र एव तत्र वह्निः अस्ति इति इति तावत् तादृशं वयं पठितवन्तः गतवर्गे. तत्र पक्षता अवच्छेदकव्यापकत्वम् एतत् सर्वं वयं पठितवन्तः. अतः तत्र इतः आरभ्य, नाम तत्र आहत्य इति तत्र आरभ्य वयं पठामः. तर्हि तत्र शोभभगिनी भवती एव आरम्भं करोति वा? आं महोदय. आहत्य पक्षतावच्छेदकावच्छेदेन अनुमितिः इत्यत्र पक्षतावच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे वा भासते. नाम पर्वतत्वव्यापकत्वं वह्नौ अथवा पर्वतत्वव्यापकत्वं वह्नि प्रतियोगिकसंयोगे भासते. यथोक्तं पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वं, तादृशपर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः. तेन सम्बन्धेन वह्नेः साध्यत्वं सर्वस्मिन् अपि पर्वते वह्निरस्तु इति अनुमितिः जायते. एतादृशं ज्ञानं सर्वोऽपि पर्वतः वह्निमान् इति ज्ञानं. अस्तु, तत्र इदानीं पर्यन्तं तत्र सर्वस्मिन् अपि पर्वते वह्निरस्तु इति अनुमितिः इति ज्ञानम् इति दृष्टवन्तः. तदेव अस्माकं लक्ष्यं, नाम सर्वेषु पर्वतेषु वह्निः अस्ति इति. तर्हि तत्र पक्षत अवच्छेदक अवच्छेदेन इत्युक्ते पर्वतत्वेन इति भवति. पर्वतत्वेन अनुमितिः इत्यत्र पर्वतत्व अवच्छेदेन इत्युक्ते पक्षत अवच्छेदक इत्युक्ते पर्वतत्व अवच्छेदक इति तेन अनुमितिः इत्यत्र तत्र किं भवति पक्षत अवच्छेदक व्यापकत्वं साध्यांशे इत्युक्ते तत्र पर्वतत्वव्यापकत्वं वह्नौ इति अर्थः भवति इति पूर्वम् उक्तम्. पर्वतत्वव्यापकत्वं वह्नौ इति अथवा अन्यः अंशः आसीत् साध्यप्रतियोगिकसंसर्गांशे इत्युक्ते पर्वतत्वव्यापकत्वं वह्नि प्रतियोगिकसंयोगे वा इति भासते इति दत्तम् इत्युक्ते तत्र चिन्तनं कुर्मः तत् कथम् इति. अस्तु महोदय, इत्युक्ते तत्र किम् उक्तं पूर्वस्मिन् वर्गे वह्नि प्रतियोगिकसंयोगः इत्युक्ते तत्र अत्र अस्ति अत्र अस्ति एकमेकं स्वीकृत्य कुर्मः भगिनि. नाम अस्तु पक्षतत्व अवच्छेदकव्यापकत्वं साध्यांशे इति तद् सः भागः प्रथमतया कुर्मः. इत्युक्ते पक्षता अवच्छेदक व्यापकत्वं साध्यांशे इति खलु? तत्र पर्वतत्वव्यापकत्वं साध्यांशे अस्ति इति साध्यांशे इति तत्र उदाहरणमस्ति पर्वतत्वव्यापकत्वं वह्नौ इति केवलं तत् पदद्वयं स्वीकृत्य किञ्चित् विवरणं पर्वतत्वव्यापकत्वं वह्नौ इत्युक्ते तत्र वह्नौ इति अधिकरणं भवति पर्वतत्वव्यापकत्वम् इत्यनेन तत्र पक्षत अवच्छेदकव्यापकत्वम् इति. तर्हि भगिनि तर्हि तत्र सोपानेन गच्छतु. पक्षः कः? पक्षः पर्वतः. पर्वतः, तर्हि पक्षतायाः अवच्छेदकं किम्? पर्वतत्वम्. पर्वतत्वं, तर्हि पक्षता अवच्छेदकम् इत्युक्ते पर्वतत्व अवच्छेदकं पर्वतत्वं न पर्वतत्वं पर्वतत्वम् अवच्छेदकमेव पर्वतत्वं तत्र पर्वते पक्षत अवच्छेदकं तेन अवच्छेदकेन इति पर्वतत्वं तर्हि पक्षता अवच्छेदक व्यापकत्वं नाम पर्वतत्वं व्यापकत्वं पर्वतत्वव्यापकत्वम् इति अस्ति खलु. तर्हि पक्षता अवच्छेदकव्यापकत्वम् इत्यस्य उदाहरणं पर्वतत्वव्यापकत्वं भवति अस्मिन् सन्दर्भे. यतोहि पक्षतावच्छेदकम् इत्युक्ते अस्मिन् सन्दर्भे पर्वतत्वम् एव अस्ति. इदानीं पर्वतत्वव्यापकत्वम् इति पर्वतत्वव्यापकः इति भवति चेत् तत्र व्यापकः इति अस्ति खलु. तर्हि तत्र व्यापकः नाम कः व्यापकः? पर्वतत्व एव तत्र न व्यापकत्वं नाम तत्र पुस्तकत्वं कस्मिन् पुस्तके पर्वतत्वं किमुक्तम्? अत्र किमुक्तं व्यापकत्वं कुत्र अस्ति? पर्वते इति न अत्र व्यापकत्वम् अग्रिमपदं वन् हौ. तर्हि व्यापकत्वं कस्मिन् अस्ति? वन् हौ अस्ति. वन् हौ अस्ति. व्यापकत्वं वन् हौ अस्ति चेत् व्यापकः कः? व्यापकत्वं वन् हौ अस्ति चेत् व्यापकत्वं व्यापकः वह्नि एव भवति. वह्निः, हा उत्तमं भगिनि. हा नाम कस्मिन् पदार्थे पुस्तकत्वम् अस्ति चेत् सः पदार्थः पुस्तकं. पुस्तकम् अस्मिन् वह्नः व्यापकत्वम् अस्ति चेत् तर्हि वह्निः व्यापकः भवति. वह्निः व्यापकः. इदानीं तत्र यथा वयम् उक्तवन्तः नाम साध्यव्याप्यहेतुः इति आसीत् खलु पदं पूर्वम्. साध्यव्याप्य हेतुः खलु? तर्हि व्याप्यः कः तत्र? साध्यव्याप्य हेतुः नाम तत्र कस्य क्षेत्रं तत्र हेतु? व्यापकस्य क्षेत्रं बृहत्, व्याप्यस्य न्यूनं क्षेत्र. उत्तमं. तर्हि तत्र धूमः अपि वह्निः इति हेतुः साध्यं स्वीकृत्य तर्हि तत्र कः व्याप्यः? व्याप्यः धूमः भवति. धूमः खलु. यत्र यत्र धूमः तत्र वह्निः निश्चयेन. किन्तु यत्र वह्निः तत्र निश्चयेन धूमः इति नास्ति. यत्र हेतुः तत्र साध्यः अस्ति इति खलु व्याप्तिः. तर्हि तत्र व्याप्यः कः, हेतुः वा साध्यः वा? व्याप्यः तत्र हेतुः एव भवति खलु. व्यापकः वह्निः साध्यः व्यापकः. उत्तमः. तर्हि हेतुः व्यापकः साध्यः. तर्हि व्याप्यत्वं कस्मिन् अस्ति? व्याप्यत्वं इत्युक्ते यः व्याप किं हेतुः व्याप्यः. हेतुः व्याप्यः साध्यः. व्यापकः साध्यः इति उक्तवती खलु. व्यापकत्वं साध्ये अस्ति. व्यापकत्वं साध्ये अस्ति. व्याप्यत्वं तर्हि व्याप्यत्वं हेतौ अस्ति. हेतौ अस्ति. तर्हि व्याप्यत्वं हेतौ अस्ति. व्यापकत्वं साध्ये अस्ति खलु. इदानीं तत्र अत्र किम् उक्तं? हेतुः व्याप्यः अस्ति. कस्य व्याप्यः अस्ति? साध्यस्य व्याप्यः. साध्यस्य व्याप्यः अस्ति खलु. सः एव अर्थः खलु. तथैव यदि वयं लिखामः हेतु व्यापक आचार्य केन व्याप्यः इति प्रश्नः भवेत् किल. तदपि तेन तदपि भवति. सत्यं भगिनि, तादृशमपि कर्तुं शक्नुमः. सन्ति समीचीनं. हेतुः व्याप्यः केन व्याप्यः? सत्यं भगिनि. अथवा तत्र कस्य कृते व्याप्यः, तादृशमपि वक्तुं शक्नुमः. हा तर्हि उत्तमं भगिनि. हा तर्हि शोभभगिनी, इदानीं तत्र साध्यव्याप्यहेतुः तादृशं साध्यस्य अपि विवरणं भवति खलु. अत्र विवरणमासीत् हेतोः, हेतुः कीदृशः साध्यव्याप्यहेतुः अस्ति, तथैव साध्यस्य विवरणं हेतुव्यापकसाध्यः. हेतुव्यापकसाध्यः अस्तु, हेतुव्यापकः अस्ति साध्यः. तर्हि साध्ये किम् अस्ति? व्यापकत्वम् अस्ति. आम्, अथवा हेतुव्यापकत्वं साध्ये हेतु सत्यम्. इदानीम् एतस्य एतत् आधारीकृत्य इदानीं तत्र पर्वतत्वव्यापकत्वं वह्नौ इति पदस्य तत्र विवरणं ददातु. पर्वतत्वव्यापकत्वं वह्नौ इति पर्वतत्वव्यापकत्वं वह्नौ इत्युक्ते तत्र वह्निः पर्वतत्वव्यापकः अस्ति इति भवति. हा तर्हि व्यापकः कः, व्याप्यः कः? व्यापकः वह्निः, व्याप्यः पर्वतत्वम्. हा तदेव अस्ति, उत्तमं भगिनि. हा तर्हि पर्वतत्वं व्याप्यः, व्याप्यः अपि वह्निः व्यापकः भवति. हा व्यापकः इति अस्ति, नाम तत्र नाम यत्र यत्र नाम अस्माकम् उद्देशः कः, तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनीयम् इति साधनीयं. तर्हि यत्र यत्र पर्वतत्वम् अस्ति, अत्र अस्ति, अत्र अस्ति, अत्र अस्ति, अत्र अस्ति, तत्र सर्वत्र वह्निः भवेत् खलु. अतः यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र वह्निः अस्ति इति इच्छा अस्माकम्. तर्हि तस्मिन् सन्दर्भे पर्वतत्वव्यापकत्वं वह्नौ इति आगच्छति खलु. तर्हि अतः एव तत्र पर्वतत्वव्यापकत्वं वह्नौ नाम व्यापकः भवति पर्वतत्वस्य कृते पर्वतत्वेन इति. अतः एव तत्र पक्षता अवच्छेदकव्यापकत्वं साध्यांशे नाम साध्ये एव साध्यः व्यापकः भवति, अतः साध्यांशे व्यापकत्वं भवति इति एकरीतिः. अन्या रीतिः का? साध्यप्रतियोगिक संसर्गांशे इति, इत्युक्ते तत्र पर्वतत्वव्यापकत्वं यत् वह्नौ अस्ति पर्वतत्वव्यापकत्वं वह्नि प्रतियो नाम अथवा इति अस्ति, नाम वह्नौ नास्ति चेत् अन्यत्र कुत्र भवेत्, नाम साध्यांशे अथवा साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे इति. इदानीं साध्यप्रतियोगिकसंसर्गांशे इत्युक्ते पर्वतत्वव्यापकत्वं वह्नि प्रतियोगिकसंयोगे इति भवति. इदानीं तत्र संयोगः इति आरभ्य चिन्तनं कुर्मः. तर्हि तत्र एतावत् समीचीनं भगिनि. इदानीं तत्र अन्य कोऽपि कुर्यात्? धन्यवादः भगिनि, समीचीनं. इदानीम् अग्रे तर्हि मृणालिनी भगिनि तत्र अग्रे तत्र साध्यप्रतियोगिकसंसर्गांशे अपि व्यापकत्वं भवति अथवा भवितुम् अर्हति इति उक्तं. तर्हि किञ्चित् विवृणोति वा अस्मिन् उदाहरणे तत् कथं भवति इति? साध्यप्रतियोगिकसंसर्गांशे वा भासते, किं भासते, किं भासते साध्य साध्यांशे वा? हा न साध्यांशे भासते अथवा अन्यत्र भासते, किन्तु किं भासते, एतावत् किं दृष्टवन्तः, किं भासते एतावत्? नाम यथा शोभाभगिनी उक्तवती तत्र किं कुत्र भासते इति सा उक्तवती पर्वतत्वव्यापकत्वं वह्नौ इति वह्नौ भासते वह्नौ वह्नौ भासते नाम वह्नौ वह्नौ दृश्यते वह्नौ किं दृश्यते तर्हि एतावत् पर्वतत्वव्यापकत्वं वह्नौ दृश्यते दृश्यते नाम वह्निः कः भवति वह्निः व्याप्यः व्याप्यं किम् अस्ति तद् तदा पर्वतत्वं पर्वतत्वं व्याप्य व्याप्यम् अस्तु समीचीनं नाम यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति आगच्छति इति प्रथमा रीतिः नाम पक्षता अवच्छेदकव्यापकत्वं पक्षतावच्छेदकं नाम पक्षतावच्छेदकं नाम पर्वतत्वम् इति अस्मिन् उदाहरणे यतोहि पक्षता कुत्र अस्ति यत्र पर्वतत्वम् अस्ति तत्रैव पक्षता अस्ति अतः पक्षतायाः अवच्छेदकं पर्वतत्वं तर्हि पक्षता अवच्छेदकव्यापकत्वं नाम पर्वतत्वव्यापकत्वं साध्यांशे साध्यांशे नाम वह्नौ वह्नि साध्यः वह्नि वह्नौ इति प्रथमा रीतिः अतः इदानीम् अथवा इति उक्तं खलु अत्र अथवा अथवा किं कुत्र भासते अथवा साध्य साध्यप्रतियोगिकसंसर्गांशे वा भासते हा अतः एषा द्वितीया रीतिः अस्माकम् उदाहरणे अत्र भासते इति उक्तं तर्हि तत्र किञ्चित् विवरणं करोतु तर्हि तर्हि एतत् साध्यप्रतियोगिकसंसर्गांशे तस्य उदाहरणम् अत्र अस्ति पर्वतत्वव्यापकत्वं भासते नाम अस्तु पर्वतत्वव्यापकत्वम् नाम एषः पक्षता अवच्छेदकव्यापकत्वं साध्यांशे भासते अथवा अस्मिन् संसर्गांशे वा भासते वा इत्युक्ते एषः अत्र भासते अथवा अत्र भासते प्रथमा रीतिः कृता इदानीं द्वितीया रीतिः नाम पर्वतत्वव्यापकत्वं अथवा पर्वतत्वव्यापकत्वं वह्नि प्रतियोगिकसंयोगे भासते हा इति तस्य अर्थः कः पर्वतत्वव्यापकत्वं वह्नि प्रतियोगिकसंयोगे अग्रे अपि किञ्चित् पठतु तेन प्रायशः यथोक्तं पक्षतावच्छेदकम् इत्यनेन अत्र पर्वतत्वम् आम् पक्षतावच्छेदकं नाम पर्वतत्वं तादृशपर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र सम्बद्धः तेन सम्बन्धेन वह्नि साध्यत्वं सर्वस्मिन्नपि पर्वते वह्निरस्तु इति अनुमितिः जायते एतादृशं ज्ञानं सर्वेऽपि पर्वतः वह्निमान् इति ज्ञानम् तर्हि तत्र संयोगः इति उक्तं खलु आम् हा तत्र कस्य संयोगः अत्र तत्र वह्निप्रतियोगिकसंयोगः इति उक्तं खलु आम् आम् वह्निप्रतियोगिकसंयोगः तर्हि तत्र संयोगस्थले प्रतियोगी अस्ति चेत् कः भवति सः अनुमतिः अपि भवेत् न संयोगस्थले अनुमिति नाम अनियोगी अनियोगी अपि भवति तर्हि उत्तमं तर्हि तत्र संयोगस्थले अनियोगी अपि अस्ति प्रतियोगी अपि अस्ति तर्हि कः नाम तत्र यदि वयं चिन्तयामः तत्र पुस्तकं प्रतियोगिकसंयोगे तर्हि तत्र संयोग पुस्तकं तत्र उत्पीठिकायाम् अस्ति, तर्हि तत्र तत्र संयोगसम्बन्धः अस्ति, कः प्रतियोगी कः अनियोगी? तत्र अस्माकं चिन्तनमस्ति इति, यतोहि संयोगः द्विविधः द्विनिष्ठः किल. हा सत्यं, हा उत्तमं. हा तर्हि तदा यदा पुस्तक उत्पीठिका अनयोः मध्ये सम्बन्धः वर्तते तर्हि नाम तत्र अधिकरणम् आदेयः भवति खलु, तर्हि तत्र कः अनुयोगी कः प्रतियोगी? आधेयः न स्मरामि आचार्य, सम्यक्. हा अस्तु अस्तु अस्तु, चिन्ता मास्तु. अस्तु अस्तु, तत्र हा उपरि उपरि अस्ति भगिनि, तत्र अत्र पठतु भगिनि मम, अत्र वाक्यम् अत्र एतादृशप्रसङ्गे च इति अस्ति, पठति. एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः, अनियोगी इत्युक्तौ आधारः. अस्तु, प्रतियोगी इत्युक्तौ आधेयः, अनियोगी इत्युक्तौ आधारः, अधिकरणम् तर्हि पुस्तकं तथा पुत्पीठिका सम्बन्धः वर्तते, तदा पुस्तकम् आधेयः अस्ति, आधारः अस्ति उत्पीठिका. तर्हि पुस्तकं भवति प्रतियोगी, प्रतियोगी अनुयोगी भवति अनियोगी. अधिकरणं सर्वदा अनुयोगी, अधिकरणम् अनियोगी, आदेयः प्रतियोगी, उपरि यः अस्ति सः प्रतियोगी. तर्हि वह्निप्रतियोगिकसंयोगः इत्युक्तौ इत्युक्ते किं? तर्हि वह्निप्रतियोगिकसंयोगः तर्हि अत्रापि वह्निप्रतियोगी अस्ति इति वा? अस्मिन् संयोगे वह्निः प्रतियोगी अस्ति, नाम वह्निः उपरि अस्ति. वह्नि कस्मिंश्चित् पदार्थे अस्ति, कुत्रचित् अस्ति, कुत्र इति न जानीमः, यतोहि तत्र अनियोगी न उक्तं, किन्तु वह्निप्रतियोगिकसंयोगः तत्र संयोगः वर्तते. उपरि वह्निः अस्ति इति जानीमः, संयोगः अस्ति, तादृशसंयोगः. यदि वह्निः तत्र पर्वते अस्ति चेत् तत्र वह्निप्रतियोगिकसंयोगः भवति खलु? यतोहि तत्र वह्निः पर्वते अस्ति चेत् वह्निपर्वतयोः तत्र संयोगः अस्ति, सत्यं, संयोगसम्बन्धः. अतः तत्र अत एव अत्र उक्तं तादृश वह्निप्रतियोगिकसंयोगः अत्र सम्बन्धः. अहं चिन्तयामि भगिनि भवती एव तत्र प्रायशः तत्र गतवर्गे न, किन्तु तस्मात् न किन्तु तस्मात् प्राक् वर्गे तत्र संयोगः इति तस्य पर्वतत्वव्यापकः इति एकः विशेषणम् एकं विशेषणं, वह्निप्रतियोगिक इति अन्यत् विशेषणम् अस्ति संयोगस्य इति तस्मिन् वर्गे, हा गतवर्गे न तस्मात् प्राक्, किन्तु बहुकालपूर्वम् आसीत्. चिन्ता मास्तु. अतः अस्मिन् संयोगे वह्निः प्रतियोगिरूपेण अस्ति. अतः इति तादृशसंयोगे अपि तत्र पर्वतत्वं पर्वतत्वव्यापकत्वं तत्र अपि भवितुम् अर्हति, नाम संयोगे अपि भवितुम् अर्हति, नाम अत्र पक्षता व्यापकत्वं वह्नौ अस्ति चेत् तत्र वाक्यं किं भवति? पर्वतत्वव्यापकत्वं वह्नौ अस्ति चेत् वाक्यं किं भवति? यत्र यत्र पर्वतत्वं यत्र यत्र पर्वतत्वं तत्र तत्र पर्वतत्वव्यापकत्वं तत्र पर्वतत्वव्यापकत्वं वह्निः वन् हौ, तर्हि व्यापकः कः? व्यापकः कः? व्यापकः प्रथमरीतिः, प्रथमरीतिः पर्वतत्वं व्यापकत्वं वह्नौ इत्युक्तौ व्यापकः कः? व्यापकः वह्निः, वह्निः, वह्निः व्याप्यः पर्वतत्वं। तत्र वाक्यं किम् अस्ति? यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः, वह्निः। इदानीं पर्वतत्वव्यापकत्वं वह्नौ नास्ति किन्तु संयोगे अस्ति इति चिन्तयतु, तर्हि वाक्यं किं भवति? वाक्यं किं भवति? यत्र यत्र पर्वतत्वव्यापकत्वं, न न यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति यथा भवती उक्तवती, इदानीं तथैव इदानीं संयोगः इति संयोगे व्यापकत्वम् अस्ति चेत् वाक्यं किं भवति? यत्र यत्र, ओ यत्र यत्र संयोगः तत्र तत्र वह्निः, न न किन्तु व्यापकत्वं संयोगे अस्ति, व्यापकत्वं वह्नौ आसीत्, इदानीं व्यापकत्वं संयोगे अस्ति। यत्र यत्र पर्वतत्वं तत्र तत्र संयोगः इति, खलु पर्वतत्व व्यापकः वह्निः पूर्वं पर्वतत्वं व्याप्यः, पूर्वम् एतदासीत् खलु, पूर्वम् एतदासीत् पर्वतत्वं व्याप्यं वह्निः व्यापकः, अतः यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः। इदानीं वह्निस्थले किम् आगतम् इदानीं तत्र? संयोगः, संयोगः, यतोहि संयोगे एव तत्र इदानीं तत्र व्यापकत्वम् अस्ति। तर्हि वाक्यं किं भवति? यत्र यत्र पर्वतत्वं तत्र तत्र तत्र संयोगः। कीदृशसंयोगः? वह्निप्रतियोगिकसंयोगः, नाम नाम संयोगः अस्ति, यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र संयोगः अस्ति। संयोगः कीदृशः संयोगः नाम तत्र वृक्ष तत्र तत्र पक्षी अपि पर्वतौ पर्वते भवितुमर्हति, तत्र अपि संयोगः अस्ति, अथवा मनुष्यः तत्र पर्वते अस्ति तत्र अपि संयोगः अस्ति, तादृशसंयोगः न इष्टः अत्र। अत्र किम् इष्टं? वह्निप्रतियोगिकसंयोगः नाम यस्मिन् संयोगे वह्निः अस्ति तादृशसंयोगः, यत्र यत्र पर्वतत्वमस्ति तत्र तत्र एतादृश संयोगः वर्तते यस्मिन् प्रतियोगी वह्निः, इत्यनेन किम् आगच्छति? वह्निः पर्वते अस्ति इति आगच्छति खलु? आम् आम्, यतोहि वह्निसंयोगः वह्निप्रतियोगिकसंयोगः पर्वते अस्ति इत्युक्तौ वह्निः पर्वते अस्ति, आम् वह्निः पर्वते अस्ति इति आगच्छति, अतः यत्र यत्र पर्वतत्वं तत्र तत्र संयोगः वह्निप्रतियोगिकसंयोगः। अतः वह्नौ व्यापकत्वं भवेत् अथवा वह्निप्रतियोगिकसंयोगे व्यापकत्वं भवेत् इति अवगतं खलु, अथवा कोऽपि प्रश्नः अत्र? अथ व्यापकत्वम् इति विषयः वा आचार्यात् इदानीं? नाम इदानीं तत्र अनुमितिः द्विविधं, नाम पर्वते वह्निः अस्ति इति वक्तुम् इच्छामः, वह्निः एव साध्यः, किन्तु शतपर्वताः सन्ति, इदानीं तत्र ज्ञानं द्विविधं भवेत्, सर्वेषु पर्वतेषु वह्निः अस्ति इति एकविधं ज्ञानम्, अथवा केषुचित् पर्वतेषु एव तत्र वह्निः इति ज्ञानं, किं सम्पादनीयम् इति तत्र प्रश्नः भवति। यदि सर्वेषु पर्वतेषु वह्निः साधनीयं चेत् तत्र तत्र एषा अनुमितिः भवति, तथा अवच्छेदक अवच्छेदेन अनुमितिः तत्र सर्वेषु पर्वतेषु वह्निः अत्र किं भवति? यत्र यत्र पर्वतं दृश्यते तत्र तत्र वह्निः भवेत्, तर्हि यत्र यत्र पर्वतत्वं तत्र तत्र मन्यते, तत्र तत्र मन्यते, व्यापक व्याप्यव्यापकः भावः अस्ति खलु तत्र. अतः तत्र व्याप्यव्यापकः भावः पर्वतत्वम् अपि वह्निः तयोः मध्ये वदामश्चेत् अपि समीचीनम्, अथवा पर्वतत्वम् अपि संयोगः तयोः मध्ये व्यापकत्वम् अस्ति इति वदामश्चेत् अपि समानमेव. अतः तत्र संयोगः अत्र सम्बन्धः तेन सम्बन्धेन वह्नेः साध्यत्वं नाम तत्र वह्निः प्रतियोगि वह्निप्रतियोगिकसंयोगेन पर्वते अस्ति इति साध्यत्वम् इति साधनीयम् अथवा साध्यत्वं नाम साध्यत्वं तदस्ति नाम सर्वस्मिन् पर्वते वह्निरस्ति इति अनुमितिः. अतः तत्र यत्र वयं सर्वेषु पर्वतेषु वह्निः अस्ति इति तादृशम् अनुमानं सम्पादयितुम् इच्छामः तत्र पर्वतत्वम् अपि वह्निः अथवा पर्वतत्वम् अपि संयोगः तयोः मध्ये व्याप्यव्यापकः भावः अवश्यं भवति. यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः, अथवा अन्यारीत्या यत्र यत्र पर्वतत्वं तत्र तत्र संयोगः. कीदृशसंयोगः? वह्निप्रतियोगिकसंयोगः अस्ति इति इति अस्मिन् सन्दर्भे भवति इति ज्ञानम्. परन्तु एकमेव सूचयति यत् सर्वेषु पर्वतेषु वह्निः अस्ति इति. एतत् सर्वेषु पर्वतेषु वह्निः अस्ति इति सूचयति सत्यं. तर्हि यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः साधनीयम्, अथवा यत्र यत्र पर्वत किं यत्र पर्वतत्वं पर्वतत्वं तत्र तत्र संयोगः वह्निप्रतियोगिकसंयोगः. अस्तु इति एतावत् तत्र प्रथमविद अनुमितिः पक्षत अवच्छेदक अवच्छेदेन यत्र सर्वेषु पर्वतेषु वह्निः रस्ति इति. इदानीं द्वितीयविद अनुमितिः तत्र प्रथम तत्र पक्षत अवच्छेदक अवच्छेदेन अनुमितिः इत्यत्र तस्य इदानीं तत्र स्थाने इदानीं पक्षत अवच्छेदकसामानाधिकरण्येन अनुमितिः इत्यत्र इति द्वितीयविद अनुमितिः इदानीम्. अस्तु समीचीनं भगिनी, धन्यवादः. अस्तु अग्रे तत्र नीता भगिनी अग्रे पठति वा इदानीं. नमस्कारः आचार्य. नमस्कारः. नमस्कारः भगिनी. पक्षता अवच्छेदकसामान्याधिकरणेन अनुमितिः इत्यत्र पक्षता अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते, व्यापकत्वं न भासते. क्वचित् एव पर्वते वह्निरस्ति इति, सर्वस्मिन् अपि पर्वते वह्निः अस्ति इति न, केषुचित् एव वह्निः अस्ति इति ज्ञानं चेत् अपि तत्र पक्षता अवच्छेदकसामानाधिकरण्येन वह्निः अनुमितिः इति भवति. द्वित्रेषु पर्वतेषु एव वह्निः अस्ति इत्यपि ज्ञानं पक्षता अवच्छेदकसामानाधिकरण्येन वह्नि अवगाहि अनुमिति. अत्र सामानाधिकरण्यं कयोः? पक्षता अवच्छेदकेन सह वह्नेः अथवा वह्निप्रतियोगिसंयोगस्य नाम पर्वतत्ववह्न्योः अथवा पर्वतत्ववह्निसंयोगयोः. अधुना द्वितीयविध अनुमिति पक्षता अवच्छेदकसामानाधिकरणम् इति. अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते, इत्युक्ते द्वितीयविधा या अनुमति पक्षता अवच्छेदकसामानाधिकरणं तत् कुत्र भासते? पक्षता अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते इति दत्तमस्ति. नाम तत्र पूर्वं तत्र एकवारं पठतु भगिनि. किं यत् अवगच्छति किञ्चित् वदतु, तदनन्तरं चिन्तयामः. पक्षता अवच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे, पक्षता अवच्छेदकसामानाधिकरणमात्रं सम्बन्धे पक्षता अवच्छेदकसामानाधिकरणं भासते इति अर्थः खलु. तत्र अग्रिमे दत्तमस्ति व्यापकत्वं न भासते. अत्र व्यापकत्वं न भासते इत्युक्ते तत्र केषुचित् पर्वतेषु एव वह्निः, सर्वेषु पर्वतेषु पर्वतत्वमस्ति परन्तु केषुचित् पर्वतेषु एव वह्निः, सर्वत्र वह्निः इति न. वह्निः अस्ति इति न, केषुचित् पर्वतेषु अपि वह्निः अस्ति, क्वचिदेव पर्वते वह्निरस्ति इति. सर्वस्मिन् पर्वते वह्निः अस्ति इति न, केषुचित् पर्वतेषु वह्निः अस्ति इति ज्ञानं चेत् अपि तत्र पक्षता अवच्छेदकसामानाधिकरणेन वह्निः अनुमिति इति भवति. इत्युक्ते तत्र सामानाधिकरणं भासते इत्युक्ते तत्र व्यापकत्वमस्ति इति न वदामः, व्याप्तिः अस्ति इति न वदामः, परन्तु तत्र किं वक्तमस्ति, किम् उक्तमस्ति, सामानाधिकरणम् इति भासते. सामानाधिकरण्यम् अस्ति इति समीचीनं. सम्यक्, सामानाधिकरण्यं तत्र भासते इति दत्तमस्ति. द्वित्रेषु पर्वतेषु एव वह्निः अस्ति, सर्वेषु पर्वतेषु न, द्वित्रेषु पर्वतेषु एव वह्निः अस्ति इति अपि ज्ञानं पक्षता अवच्छेदकसामानाधिकरणेन वह्नि अवगाहि अनुमितिः. तत्र अनुमिति कीदृशी? वह्नि अवगाहि, वह्नि अवगाहि, वह्नेः ज्ञानं केन? पक्षता अवच्छेदकसामानाधिकरणेन इति. वह्नि अवगाहि अनुमतिः अस्ति पक्षता अवच्छेदकसामानाधिकरणेन. अत्र सामानाधिकरण्यं कयो, अधुना वयं वदामः सामानाधिकरणेन वह्नि अवगाहि अनुमितिः भवति, परन्तु तत् सामानाधिकरण्यं कयोः मध्ये अस्ति? तत् तत्र अंशद्वयं द्वयोः मध्ये, तत्र पक्षता अवच्छेदकेन सह वह्नेः इत्युक्ते पक्षता अवच्छेदकेन वह्नेः अथवा वह्निप्रतियोगिसंयोगस्य अथवा वह्निप्रतियोगिसंयोगस्य इत्युक्ते वह्निप्रतियोगिसंयोगः इत्युक्ते यस्मिन् संयोगे वह्निः प्रतियोगिरूपेण आगच्छति. यस्मिन् संयोगे वह्निः प्रतियोगिरूपेण आगच्छति तत्र वा पक्षता अवच्छेदकेन सह वह्नेः, पक्षता अवच्छेदकवह्निः, तादृशवह्नि यत्र पक्षता अवच्छेदकरूपेण आगच्छति इति वा? नाम तत्र समीचीनं भगिनि. नाम पक्षता अवच्छेदक इति पर्वतत्वं, पक्षतावच्छेदक इति पर्वतत्वम् इत्युक्ते तेन सह वह्नेः. अग्रिमवाक्यं पठतु भगिनि. वह्निप्रतियोगिकसंयोगस्य नाम पर्वतत्ववह्न्योः अथवा पर्वतत्ववह्न्योः सामानाधिकरण्यम् अथवा पर्वतत्ववह्निसंयोगयोः सामानाधिकरणम्. अत्र सामानाधिकरण्यस्य चिन्तनं सामानाधिकरणं कयोः मध्ये अस्ति, तत् कयोः मध्ये अस्ति तस्य चिन्तनं पक्षता अवच्छेदकेन सह वह्ने इत्युक्ते पक्षता अवच्छेदकपर्वतत्व पर्वतत्ववह्न्योः द्वयोः मध्ये सामानाधिकरण्यम् अथवा सामानाधिकरणं कुत्र वह्निप्रतियोगी संयोगस्य इत्युक्ते यस्मिन् संयोगे वह्नीति प्रतियोगी अथवा पर्वतत्ववह्निसंयोगयोः संयोगयोः संयोगः कयोः संयोगः पर्वतत्ववह्नि द्वयोः संयोगयोः इति तत्र अस्तु अस्तु अन्तिमभागः तत्र अस्तु समीचीनं भवति अस्तु उत्तमं तर्हि इदानीं तत्र द्वितीयविध अनुमितिः अत्र खलु नाम यत्र अत्र अस्याम् अनुमित्यां लक्ष्यं किम् इत्युक्ते तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति न लक्ष्यं लक्ष्यं किम् अस्ति केषुचित् पर्वतेषु एव केषुचित् एव तर्हि तत्र पर्वतत्वं यथा भवत्या उक्तं पर्वतत्वं नाम शतपर्वताः सन्ति चेत् पर्वतत्वं सर्वेषु पर्वतेषु किन्तु वह्निः सर्वत्र वर्तते इति अस्माकं चिन्तनं नास्ति खलु तर्हि यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति वक्तुं शक्नुमः वा अस्मिन् प्रसङ्गे न तथा अतः व्यापकत्वं न भासते खलु न भासते तत्र वह्निः नाम पक्ष पर्वतत्वम् अपि संयोगपर्वतत्वम् अपि वह्निः यत्र सर्वेषु पर्वतेषु वह्निः इत्यस्मिन् सन्दर्भे यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति ज्ञानम् आसीत् तत्र व्याप्तिः आसीत् अपि पर्वतत्वव्यापकः वह्निः इति अपि आसीत् खलु तथा तत्र व्यापकत्वं वह्नौ अस्ति अथवा व्यापकत्वं संयोगे अस्ति इति अपि उक्तं खलु नाम व्यापकत्वं वह्नौ अस्ति अथवा व्यापकत्वं संयोगे संयोगः संयोगे कीदृशसंयोगः वह्निप्रतियोगिकसंयोगः नाम वह्निप्रतियोगिकसंयोगः वह्निः एव आदेयः अस्ति नाम वह्निः पर्वते अस्ति इति चिन्तनम् अस्माकं तर्हि वह्निप्रतियोगिकसंयोगः किन्तु इति किन्तु तादृशव्यापकत्वम् अत्र न भासते केषुचित् पर्वतेषु वह्निः अस्ति केषुचित् पर्वतेषु वह्निः नास्ति अतः व्यापकत्वं नास्ति तर्हि किं भासते इति प्रश्नः तर्हि अत्र किम् उक्तं पक्षता अवच्छेदक पक्षता अवच्छेदकसामानाधिकरणम् इति भासते करण्यं सामानाधिकरण्यं मात्रम् इति तद् केवलं मात्रं नाम केवलं केवलं सामानाधिकरण्यं भासते न तु व्यापकत्वं व्यापकत्वं न भासते केवलं सामानाधिकरणं करण्यं भासते सामानाधिकरण्यं भासते सामानाधिकरण्यम् इत्युक्ते समान अधिकरणम् इति तस्य भावः सामानाधिकरण्यं नाम समान अधिकरणं ययोः मध्ये वर्तते अत्र नाम कयोः मध्ये अत्र वर्तते इति सामानाधिकरण्यं कयोः मध्ये भवति अत्र इति प्रश्नः यथा भवती पठितवती तर्हि तत्र उत्तरं किं सामानाधिकरण्यं कयोः मध्ये भवति सामानाधिकरण्यं कयोः मध्ये भवति तद्दत्तमस्ति पक्षता अवच्छेदकेन सह वह्नेः अथवा वह्निप्रतियोगिकसंयोगस्य तर्हि अस्मिन् उदाहरणे अन्तिमपदवाक्यं नाम पर्वतत्ववह्न्योः अथवा पर्वतत्ववह्निसंयोगयोः तर्हि प्रथमं पर्वतत्ववह्न्योः पर्वतत्ववह्न्योः पक्षसामानाधिकरण्यं नाम सामानाधिकरण्यं वर्तते इति उक्तं खलु नाम पर्वतत्वम् अपि वह्निः तयोः मध्ये व्यापकत्वं न भासते. व्याप्तव्यापकभावः नास्ति तत्र, परन्तु अतः किं भासते इत्युक्ते सामानाधिकरण्यं भासते. सामानाधिकरण्यं भासते नाम वह्नेः अधिकरण पर्वतत्वस्य अधिकरणं किम्? पर्वतत्व एतस्य अधिकरणमपि पर्वतः, वह्नेः अधिकरणम् अपि पर्वतः. हा, अतः पर्वतत्वस्य अपि वह्नेः अधिकरणं समानम्. अतः पर्वतत्व वन्योः समानाधिकरण्यं वर्तते वा इदानीम्? आम्, तत्र पर्वतत्व वह्नि द्वयोः अधिकरणं समान अस्ति इत्युक्ते तत्र समानाधिकरण्यं वर्तते. वर्तते इति उत्तमं. अतः तत्र यत्र पर्वतत्वम् अपि वह्निः पूर्वं तयोः मध्ये व्याप्य व्यापकः भावः आसीत्, व्यापकत्वम् आसीत्, किन्तु तत् नास्ति अत्र. किन्तु तयोः मध्ये किम् अस्ति इत्युक्ते पर्वतत्वमध्ये समानाधिकरण्यं वर्तते अस्ति. इदानीं पूर्वं पर्वतत्व वह्निः इति त्यक्त्वा तत्र पर्वतत्वम् अपि संयोगः, तयोः मध्ये अपि व्यापकत्वम् आसीत्. वह्निप्रतियोगिकसंयोगः संयोगे अपि तत्र व्यापकत्वम् आसीत्. किन्तु अत्र इदानीं संयोगः अपि पर्वतत्वं तयोः मध्ये व्यापकत्वम् अस्ति वा? न, अधुना तत्र नास्ति. द्वयोः मध्ये व्यापकत्वं नास्ति. हा, यतोहि कुत्रचित् पर्वतत्वम् अस्ति किन्तु वह्निप्रतियोगिकसंयोगः नाम यस्मिन् संयोगे वह्निः अस्ति इति उपरि अस्ति तादृशसंयोगः अस्मिन् पर्वते नास्ति. अतः पर्वतत्वम् अपि संयोगः तयोः मध्ये पुनः व्यापकत्वं नास्ति. तर्हि तयोः मध्ये कः सम्बन्धः वर्तते इदानीम्? अधुना तत्रापि समानाधिकरण्यं समानाधिकरण्यमेव वर्तते. पर्वतत्ववन्यसंयोगयोः संयोगे अपि अधुना समानाधिकरणं वर्तते. इत्युक्ते पर्वतत्ववन्यस्य अधिकरणं किं? पर्वतत्वस्य अधिकरणं किं? पुनः एकवारं, पर्वतत्व एतस्य अधिकरणं पर्वतः एव. पर्वतः संयोगस्य अधिकरणं किम्? संयोगस्य अधिकरणमपि पर्वतः एव न? पर्वतः एव. अतः पर्वतत्वसंयोगयोः संयोगपर्वतत्वसंयोगयोः समानाधिकरण्यं वर्तते. तत्र अत्र संयोगः पर्वतस्य तत्र संयोगः इति उक्त्वा तत्र अस्माकं तत्र आकाङ्क्षा भवति नाम तयोः मध्ये संयोगः खलु. यदि वयं वदामः संयोगस्य अधिकरणं पर्वतः, तत्र एकं ज्ञानम् अस्ति. अस्तु, एकम् अस्ति पर्वतः, पर्वत अपि अन्य किमपि अस्ति तस्य मध्ये तत्र संयोगः वर्तते. अथवा अत्र उक्तं वह्निसंयोगः. वह्निसंयोगः नाम तत्र संयोगः अस्ति वह्नि अपि पर्वत तयोः मध्ये संयोगः इति. अत्र किञ्चित् मम भ्रमः आचार्य, किञ्चित् अत्र भ्रमः भवति. इत्युक्ते तत्र पर्वतत्ववन्योः द्वयोः अधिकरणं समानं तत्तु अवगतवती, परन्तु अधुना पर्वतत्ववन्निसंयोगयोः संयोगः तु द्विनिष्ठ तत्र. सत्यं सत्यं, हा हा, सत्यं सत्यं. अतः तत्र वह्निः इति प्रथमसोपाने त्यजतु भगिनि, नाम पर्वतत्वसंयोगयोः समानाधिकरण्यं वर्तते. तत्र वह्निसंयोगः इति केवलं शार्ट्कट् अस्ति, वह्निप्रतियोगिकसंयोगः इति तस्य शार्ट्कट्. अतः तत्र पर्वतत्ववह्निप्रतियोगिकसंयोगयोः इति अनुक्त्वा तत्र केवलं पर्वतत्ववह्निसंयोगयोः इति उक्तं तावदेव. अधुना स्पष्टम्. अतः वास्तविकरूपेण तत्र पर्वतत्ववह्निप्रतियोगिकसंयोगः इति अस्ति. तर्हि तत्र सामानादिकरणीयं पर्वतत्व अपि वन्योः भवति अथवा वह्निस्थाने पर्वतत्वम् इदानीमपि तिष्ठति किन्तु वह्निस्थाने संयोगः कीदृशसंयोगः वह्निप्रतियोगिकसंयोगः इति स्थापयामः अतः तत्र सर्वदा तत्र पूर्वस्मिन् स्थले यत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति तत्र पर्वतत्वम् अपि वह्निः तयोः मध्ये व्याप्यव्यापकः भावः अथवा पर्वतत्वम् अपि संयोगः तयोः मध्ये व्याप्यव्यापकः भावः एतद् भवति अथवा एतद् भवति इदानीं तयोः मध्ये व्यापकव्याप्तिः नास्ति किन्तु सामानादिकरणीयं वर्तते तावदेव सः एव भेदः एतावत् अस्तु इदानीं तत्र उषा भगिनी तत्र किञ्चित् स्वशब्दैः किञ्चित् वदति धन्यवादः भगिनि अस्तु महोदय प्रयत्नं करोमि सर्वेषु पर्वतेषु वयं यत् दृष्टं संयोगः इति त्यजतु भगिनि केवलं पर्वतत्वं वह्निः पूर्वस्मिन् नाम यत्र सर्वेषु पर्वतेषु इत्यत्र किम् अस्ति सर्वेषु पर्वतेषु यत् यत् वयं पूर्वं दृष्टवन्तः इति चेत् यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः अथवा पर्वतत्वं व्याप्यः वह्निः व्यापकः व्यापकत्वं भासते तर्हि व्यापकत्वं भासते तर्हि व्यापकत्वं व्याप्यत्वं सर्वम् अस्ति तस्मिन् प्रसङ्गे पर्वतत्वम् अपि वह्निः तयोः मध्ये इदानीं केषुचित् पर्वतेषु एव केषुचित् पर्वतेषु व्यापकत्वम् इति यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति नास्ति पर्वतत्व वन्योः समानाधिकरण्यम् अस्ति इति अपि च पर्वतत्व अपि च वह्निप्रतियोगिकसंयोगद्वयोः मध्ये अपि सामानादिकरण्यं वर्तते इति वर्तते हा उत्तमं भगिनि हा अतः पूर्वं तयोः मध्ये तत्र पर्वतत्वम् अथवा वह्निः तयोः मध्ये तत्र व्याप्तिः तादृशं सम्बन्ध व्याप्यव्यापकः सम्बन्धः अस्ति इदानीं केवलं सामानादिकरणीयम् एव वर्तते अथवा पूर्वं पर्वतत्वम् अपि संयोगः तयोः मध्ये व्याप्यव्यापकभावः आसीत् किन्तु इदानीं पर्वतत्व पर्वतत्वसंयोगः इति नास्ति पर्वतत्व पर्वतत्व अपि च वह्निप्रतियोगिकसंयोगः इति तयोः मध्ये केवलं सामानादिकरण्यम् अस्ति अथवा प्रथमे प्रसङ्गे नाम सर्वेषु पर्वतेषु वह्निः इत्यत्र व्याप्यव्यापकः सम्बन्धः आसीत् किन्तु अस्मिन् प्रसङ्गे यत्र केषुचित् पर्वतेषु एव तत्र वह्निः अस्ति इति साधनीयः तत्र केवलं सामानादिकरणीयमेव दृश्यते अतः एव तत्र अनुमिति इति तस्य नामकरणमेव सामानादिकरण्येन अनुमितिः इति जातम् सामानादिकरण्येन अनुमितिः अस्तु पक्षत अवच्छेदक नाम पर्वतत्वस्य सामानादिकरण्येन एव अनुमितिः नाम पक्षत अवच्छेदकं पर्वतत्वम् इति तेन तस्य सामानादिकरण्येन अतः यत्र सामानादिकरणीयमिति सामानादिकरणीयेन अनुमितिः इति पश्यामः तत्र अस्माकं झटिति ज्ञानं भवेत् अत्र अस्तु सर्वत्र वह्निः इति नास्ति पक्षे एकस्मिन् भागे साध्यः वर्तते इति एव साधनीयम् पक्षे सर्वत्र साध्यः अस्ति इति साधनीयं चेत् प्रथमविध तत्र व्यापकत्वम् आवश्यकत्वं वर्तते इति द्वितीयविधे पक्षे कुत्रचित् एकस्मिन् भागे साध्यः वर्तते इति साधनीयं चेत् समानाधिकरणीयं पर्याप्तम् इति अस्ति. अस्तु, समीचीनं भगिनि. इदानीम् अग्रे पठतु तर्हि. यथा पक्षता अवच्छेदकव्यापकत्वं वन्नौ अथवा वह्निप्रतियोगिकसंयोगे तद्वत् अत्रापि, परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्व अधिकरणवृत्तित्वम्. एकस्मिन्नपि पर्वते पर्वतत्व अधिकरणवृत्तित्वं भवति चेत् पर्याप्तम्. पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु, तेषु एकस्मिन् अथवा एकाधिकेषु वह्निः. पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु, तेषु एकस्मिन् अथवा एकाधिकेषु वह्निः. अत्र व्यापकत्वं न उच्यते. सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्नि अवगाहि ज्ञानम्. पर्वतत्व ओके. प्रथमवाक्य यथा पक्षता अवच्छेदकव्यापकत्वं वन्नौ अथवा वह्नि प्रतियोगिकसंयोगे ओके. यथा पक्षता अवच्छेदकव्यापकत्वं वन्नौ अथवा वह्नि प्रतियोगिकसंयोगे तद्वत् अत्र भासते तद्वत् अत्रापि, परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्व अधिकरणवृत्तित्वम् ओके भासते. पक्षता अवच्छेदकव्यापकत्वं वर्णौ दत्त साध्यांशे अथवा वर्णौ अस्ति इति प्रथमविध. यत्र सर्वेषु पर्वतेषु सर्वेषु पर्वतेषु वन्नौ अथवा वह्निप्रतियोगिकसंयोगः वह्निप्रतियोगिक संयोगः इति केषुचित् संसर्गः संसर्गांशे संसर्गांशे भासते. अस्तु, तत्र एतत् सर्वं नाम पक्षतावच्छेदकव्यापकत्वं नाम पर्वतत्वव्यापकत्वं अथवा सरलरीत्या व्यापकत्वं पूर्वं वह्नौ भासते अथवा संयोगे भासते पूर्वं. किन्तु तद्वत् अत्र किं भवति, परन्तु तत् स्थाने पर्वतत्वसामानाधिकरण्यं पर्वतत्वसामानाधिकरण्यं भासते. पर्वतत्व अधिकरणवृत्तित्वं सामानाधिकरण्यं पर्वतत्व अधिकरणवृत्तित्वं यत्र पर्वतत्वं पर्वतत्व अधिकरणवृत्ति पर्वतत्व अधिकरणवृत्तित्वम् इत्युक्ते किं पर्वतत्व अधिकरणवृत्तित्वं यत्र पर्वतत्वम् इति अधिकरणं वर्तते. नाम सामानाधिकरण्यम् इति अत्र यदि वदामः तर्हि तत्र पुस्तकम् अपि लेखनी उत्पीठिकायाम् अस्ति इति चिन्तयतु. पुस्तकमपि अस्ति, लेखनी अपि अस्ति, किन्तु इदानीं तर्हि तयोः तत्र सामानाधिकरण्यम् अस्ति खलु, उत्पीठिका एव इति समान अधिकरणम्. तर्हि तत्र सामानाधिकरण्यं लेखन्याम् अस्ति. सामानाधिकरण्यं लेखन्यामपि अस्ति. अस्ति, इदानीं सामानाधिकरण्यं नाम किम् उक्तमत्र, पुस्तक अधिकरणवृत्तित्वं पुस्तकाधिकरणम् इत्युक्ते किम् अत्र उत्पीठिका नाम पुस्तक अधिकरणं नाम पुस्तकस्य अधिकरणं तस्मिन् तस्य वृत्तित्वं वृत्तित्वं नाम तस्मिन् वर्तते तस्मिन् वर्तते नाम लेखनी उत्पीठिकायां अस्ति अतः अतः तत्र वर्तते इति कृत्वा उत्पीठिका वृत्तित्वं लेखन्याम् अस्ति अस्ति तथा लेखनी तथा पर्वतत्व अधिकरणवृत्तित्वं वन् हौ वन् हौ अस्ति वदतु वदतु यत्र पर्वतत्वम् इति अधिक पर्वतत्व अधिकरणम् अस्ति पर्वतम् पर्वतत्वं यस्मिन् अधिकरणे अस्ति नाम पर्वते पर्वते तत्र एव यत् वर्तते तत्र वर्तते चेत् तत्र वह्निः वर्तते चेत् तत्र वह्नः वृत्तित्वम् अस्ति वृत्तित्वम् अस्ति इति वह्निः पर्वते वर्तते चेत् वह्नः वृत्तित्वम् अस्ति ओ अस्तु अस्तु महोदय पर्वते वृत्तित्वं न वह्निः पर्वते अस्ति चेत् वह्नः वृत्तित्वम् अस्ति वह्नः वृत्तित्वम् अस्ति इति अतः पर्वतत्वसामानाधिकरण्यं नाम पर्वतत्व अधिकरणवृत्तित्वम् इति भासते कुत्र भासते वह्नः भासते नाम नाम तद्वत् तद्वत् नाम यथा व्यापकत्वं वह्नौ अथवा संयोगे भासते तद्वत् अत्र अपि अस्ति किन्तु परन्तु तत्र परिवर्तनं किञ्चित् परिवर्तनम् अस्ति नाम तत् स्थाने तत् इत्युक्ते तत् स्थाने इत्युक्ते तत्र तत् नाम किं तद्वत् वह्निप्रतियोगिकसंयोगे खलु अत्र यत् पक्षतः अवच्छेदकव्यापकत्वं वह्नौ अथवा तद्वत् तद्वत् परन्तु तत् स्थाने इत्युक्ते इन्स्टेड् आफ् देट् इति इन्स्टेड् आफ् देट् किन्तु पूर्वं किम् आसीत् पूर्वं वदतु वदतु पूर्वं पक्षतः अवच्छेदकव्यापकत्वं तदासीत् व्यापकत्वम् आसीत् पूर्वम् इदानीं व्यापकत्वम् आसीत् इदानीं सामानादिकरणं व्यापकत्वस्य स्थाने सामानादिकरणम् अस्ति तावदेव सामानादिकरण्यं पर्वतत्वसामानादिकरण्यम् अस्ति कुत्र वह्नौ अस्ति अथवा वह्निसंयोगे वह्निप्रतियोगिकसंयोगे अस्ति इदानीं पूर्वं व्यापकत्वम् आसीत् इदानीं सामानादिकरण्यम् अस्ति अस्तु अग्रे एकस्मिन् अपि पर्वते पर्वतत्व अधिकरणवृत्तित्वं भवति चेत् पर्वतत्व अधिकरणवृत्तित्वं भवति चेत् पर्याप्तम् एकस्मिन् अपि पर्वते पर्वतत्व अधिकरणवृत्तित्वम् इदानीं वयं दृष्टवन्तः वह्निः इति वह्नौ वह्निः इति वृत्तित्वं वह्नौ वृत्तित्वम् अस्ति इति सो पर्वतत्व अधिकरणवृत्तित्वं वह्नौ भवति चेत् वह्नौ अस्ति चेत् इति पर्याप्तम् एकस्मिन् अपि पर्वते पर्वतत्व अधिकरणवृत्तित्वं भवति चेत् पर्याप्तम् अस्तु महोदय पर्वतस्य अर्थः अग्रे दत्तम् अर्थः ओके पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु तेषु एकस्मिन् अथवा एकाधिकेषु वह्निः एकाधिकेषु वह्निः अस्ति चेदपि पर्याप्तम् इति नाम सामानादिकरणं पर्वतत्व अधिकरणवृत्तित्वम् इति कदा भवति सर्वेषु पर्वतेषु वह्निः अस्ति इति आवश्यकं वा नास्ति नास्ति एकस्मिन् पर्वते अपि वह्निः अस्ति चेत् तत्र किं भवति एकस्मिन्नेव केवलम् एकस्मिन् पर्वते तत्र अनेके पर्वताः सन्ति केवलम् एकस्मिन् पर्वते वह्निः अस्ति इति चिन्तयामः तर्हि तत्र अत्र पर्वतत्वम् अस्ति वा अस्मिन् पर्वते पर्वतत्वम् अस्ति अस्ति तस्मिन्नेव अधिकरणे वह्निः अपि अस्ति तर्हि तत्र यत्र पर्वतत्व अधिकरणम् अस्ति तत्र वह्निः वर्तते तर्हि वह्नः पर्वतत्व अधिकरणवृत्तित्वम् अस्ति अतः समानाधिकरणीयम् अस्ति अतः एकस्मिन् पर्वते अपि वह्निः अस्ति चेत् पर्याप्तम् एक अधिकेषु पर्वतेषु वह्निः अस्ति चेत् अपि समीचीनमेव तत्र अतः केषुचित् पर्वतेषु वह्निः किन्तु न्यूनातिन्यूनम् एकस्मिन् पर्वते भवेत् कुत्रापि नास्ति चेत् सामानाधिकरणं नास्ति किन्तु एकस्मिन् अस्ति चेत् अपि सामानाधिकरणीयं अत्र व्यापकत्वं न उच्यते व्यापकत्वं न उच्यते पूर्वं सर्वेषु पर्वतेषु इति चेत् व्यापकत्वम् उच्यते सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः तदा एव वयं दृष्टवन्तः पर्व एकत्र नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्नि अवगाहि ज्ञानं पर्वतत्वसामानाधिकरण्य करण्येन वह्नि अवगाहि ज्ञानं वह्नि वर्तते वह्निः अस्ति अस्ति अतः अतः तत्र एतावत् किम् उक्तं नाम शत तत्र पर्वताः सन्ति यदि वयं तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति साधयितुम् इच्छामः तर्हि तत्र तादृशानुमिति प्रथमविधा भवति तत्र व्यापकत्वम् आवश्यकं किन्तु इदानीं तत्र कुत्रचित् एव वयं तत्र धूमः अस्ति इति पश्यामः अतः इदानीम् अस्माकं ज्ञानं ओ कुत्रचित् केषुचित् पर्वते तत्र कस्मिंश्चित् पर्वते वह्निः अस्ति न जानामि एकस्मिन् पर्वते वा द्वित्रेषु पर्वतेषु वा वह्निः अस्ति इति अत्र किम् आवश्यकं केवलं कस्मिंश्चित् पर्वते कस्मिंश्चित् पर्वते धूमः दृष्टः चेत् तत्र तद् ज्ञानं भवति अतः सामानाधिकरणम् अस्ति चेत् तादृशमेव तेन पर्याप्तं भवति इति अतः पक्षे सर्वत्र साध्यम् इति प्रथमविधा अथवा पक्षे एकस्मिन् स्थाने साध्यः इति द्वितीयविधा प्रथमे सन्दर्भे व्यापकत्वम् आवश्यकं द्वितीये सन्दर्भे केवलं सामानाधिकरणीयम् इति एव अतः तत्र भेदः वर्तते इति अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे चन्द्रमति भगिनि चन्द्रमति भगिनि अग्रे पठति वा इदानीं तत्र पर्वतत्व पर्वतत्व पर्वतत्वाधिकरणम् इत्यत्र यत्किञ्चित् पर्वतः स्वीकर्तुं शक्यते यत्किञ्चित् नाम यः कोऽपि पर्वतः भवतु समानाधि लघुपर्वतः बृहान् पर्वतः तत्र समस्या नास्ति यः कोऽपि पर्वतः एकः पर्वतः पर्याप्तं समानाधिकरण्यम् इत्यस्य कथनेन क्वचित् भवति चेत् पर्याप्तं नाम कुत्रचित् एकस्मिन् पर्वते भवेत् कुत्रापि नास्ति चेत् समस्या किन्तु एकस्मिन् पर्वते अपि न्यूनातिन्यूनम् अस्ति चेत् पर्याप्तम् क्वचित् पर्वते सर्वत्र सामानाधिकरण्यं भवेत् इति नास्ति. सर्वत्र सामानाधिकरण्यं भवति चेत् व्यापकत्वं जातम् इति तस्य आवश्यकता अत्र नास्ति. समीचीनम्. सामानाधिकरण्यम् इत्यनेन व्यापकत्वं नोच्यते. सामानाधिकरण्यम् इत्यनेन व्यापकत्वं न इच्छते. सः एव भेदः. सर्वेषु पर्वतेषु इति न उच्यते, केवलं सामानाधिकरण्यं नाम एकस्मिन् पर्वते एकस्मिन् पर्वते पर्याप्तं. व्यापकत्वं सर्वत्र इति नास्ति. इत्यं च इत्यथ इत्थञ्च व्यापकत्वम् व्यापकत्वम् उच्यते वा सामानाधिकरण्यम् इत्युच्यते वा इति पृच्छ्यते. अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति, यथा महानसे. कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति, यथा पर्वते तस्यां दशायां पर्वतत्ववह्निसंयोगः सामानाधिकरण्यं वर्तते. नाम भवती तत्र सर्वम् उक्तवती, तत्र इत्थञ्च इति ततः आरभ्य किञ्चित् वदतु भगिनि. इत्थञ्च व्यापकत्वम् उच्यते वा सामानाधिकरण्यम् इत्युच्यते वा इति पृच्छ्यते. व्यापकत्वं वा पर्वतस्य सामानाधिकरण्य सर्वत्र अधिकरणं सामानाधिकरणं कुत्र नाम तत्र पर्वते वह्निः अस्ति इति अनुमानज्ञानं सम्पादयितुम् इच्छामः, किन्तु केवलम् एकः पर्वतः इति नास्ति, अनेके पर्वताः सन्ति. तस्मिन् सन्दर्भे प्रश्नः कः भवति? सर्वत्र अस्ति वा, केषुचित् अस्ति वा इति अस्ति. अतः तत्र किं पृच्छ्यते? व्यापकत्वं व्यापकत्वं अथवा सामानाधिकरण्यम् इत्युच्यते. नाम किम् उच्यते? सामानाधिकरण्यम् उच्यते चेत् केषुचित्, व्यापकत्वम् उच्यते चेत् सर्वेषु इति कुत्रचित्. नाम अनुमानस्य साधनात् प्राक् नाम अनुमानम् इति एतद् ज्ञानं सम्पादनीयम् इति अस्ति, किन्तु तस्मात् प्राक् ज्ञानं कीदृशं, सर्वेषु वा अथवा कुत्रचित् वा इति ज्ञात्वा एव तत्र अनुमानकार्यं तत्र तस्य आरम्भः भवति खलु. अतः अनुमानस्य कार्यात् प्राक् प्रथमप्रश्नः अस्ति पर्वतेषु वा सामान व्यापकत्वं वा सामानाधिकरणं वा इति प्रश्नः भवति. तदनन्तरमेव कीदृशम् अनुमानमिति ज्ञायते. इदानीम् अतः कुत्रचित् वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति, यथा महानसे. खलु, तत्र वह्निसंयोगः नाम महानसे वह्निः अस्ति खलु, वह्निः महानसे भवति. तर्हि वह्नी महानसं तयोः संयोगः भवति. नाम वह्निः पर्वते अस्ति चेत् वह्नी पर्वतयोः संयोगः, वह्निः महानसे अस्ति चेत् वह्नी महानसयोः संयोगः. तत्र महानसे वह्निसंयोगः अस्ति, किन्तु महानसे पर्वतत्वं नास्ति खलु. महानस पर्वतत्वं नास्ति. महानसम् इति कुत्रापि भवितुमर्हति. अतः पर्वत एव महानसम् इति नास्ति, तथा महानसे पर्वतत्वं नास्ति। अपि अन्यत् किमस्ति यथा पर्वते तस्यां दशायां पर्वतवन्यसंयोगः सामानाधिकरण्यं वर्तते। पर्वतत्ववन्यसंयोगयोः समानाधिकरणं पर्वतत्ववन्यसंयोग पर्वते वह्निः अस्ति चेत् पर्वतत्ववन्यसंयोगयोः साधारणत्वं सामानाधिकरणत्वं वर्तते, सामानाधिकरण्यं वर्तते। नाम तत्र अस्ति चेत् महानसवन्ययोः समानाधिकरण्यं पर्वते वन्यसंयोगः, यत्र पर्वतत्वमस्ति तत्रापि वन्यसंयोगः भवति चेत् तत्र तस्मिन् सन्दर्भे समानाधिकरण्यं वर्तते। इदानीं तत्र प्रथमतया तत्र अन्यत् चित्रं लिखामः, तदा एव अस्माकं ज्ञानं भवति। तत्र धूमः अपि वह्निः, तत्र चन्द्रमती भगिनी वदतु तत्र किं वाक्यं, यत्र यत्र इति तादृशं वाक्यं वदतु, धूमः अपि वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः। हा उत्तमं, तर्हि तत्र एतत् वह्निः इति चिन्तयतु, वह्निः क्षेत्रं नीलवर्णेन अस्ति, धूमस्य क्षेत्रं कुत्र अस्ति तर्हि, अस्य अन्ते अस्ति वा अथवा बहिः अस्ति वा? पीतवर्ण न न केवलम् एतत् पश्यतु तत्र अन्यत् अत्र एतत् वह्निः इति चिन्तयतु, एतत् वह्निः इति चिन्तयतु, अत्र वह्निः वह्ने क्षेत्रं, तत्र धूमस्य क्षेत्रम् अस्य लघु भवति बहिः अस्ति वा अथवा वह्निः व्याप्तं भवति? हा उत्तमं भगिनि, तर्हि उत्तमं तर्हि तत्र अस्य अन्ते तत्र धूमः अस्ति खलु, सर्वत्र भवेत् इति नास्ति। हा उत्तमं, तर्हि वह्निः धूमः तयोः मध्ये व्याप्य व्यापकः भावः अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति व्यापकः। हा किन्तु इदानीं तत्र केवलं सामानाधिकरणीयम् इष्टं, न तु व्यापकत्वं, तर्हि किम् आवश्यकम् इत्युक्ते एतादृशं चित्रं भवति, तत्र वह्निः इति लिखितवान् किन्तु वह्निसंयोगः अपि अत्र भवितुमर्हति। केवलम् एकनिमिषः तत् समापयामः, नाम वह्नि अथवा वह्निसंयोगः यत्र पर्वतत्वं नास्ति तत्र अपि भवितुम् अर्हति, नाम वह्नेः अथवा वह्निसंयोगस्य क्षेत्रं पर्वतत्वं नास्ति तत्र अपि भवति, अत्र अस्मिन् नाम महानसम् इति क्षेत्रम् अत्र अस्ति, अस्मिन् अत्र वह्निः अस्ति किन्तु पर्वतत्वं नास्ति, अत्र पर्वतत्वं नास्ति वह्निः अस्ति, अत्र पर्वतत्वम् अस्ति किन्तु वह्निः नास्ति, मध्ये पर्वतत्वमपि अस्ति वह्निः अपि अस्ति, अत्र न वक्तुं शक्नुमः यत्र यत्र वह्निः तत्र तत्र पर्वतत्वम् इति न वक्तुं शक्नुमः, तत् समीचीनं नास्ति, अपि न वक्तुं शक्नुमः यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः, तदपि न वक्तुं शक्नुमः। हा अतः किन्तु मध्ये एकस्थानमस्ति यत्र पर्वतत्वमपि अस्ति वह्निः अपि अस्ति, नाम यथा पर्वते वह्निः भवति, अतः एकं स्थानं भवेत् यत्र पर्वतत्वमपि अस्ति वह्निः अपि अस्ति, केवलम् एकं स्थानमस्ति चेत् तयोः मध्ये सामानाधिकरण्यम् अस्ति तस्मिन् भागे एव, नाम एकमस्ति चेत् तयोः मध्ये सामानाधिकरण्यम् अस्ति इति वदामः। सामानाधिकरण्यम् अथवा वह्निसंयोगः अपि पर्वतत्वयोः तत्र सामानाधिकरण्यम् शाखायां कपिः अस्ति तादृशं, हा तादृशं, अतः एकं स्थलं एकं स्थलम् अस्ति चेत् यत्र वह्निः अपि अस्ति पर्वतत्वम् अस्ति अस्ति चेत् तयोः मध्ये सामानादिकरण्यम् अस्ति. अत्र व्यापकत्वं नास्ति किन्तु सामानादिकरण्यं वर्तते, सामानादिकरण्यं वर्तते. अत्र सामानादिकरण्यम् अस्ति किन्तु तस्य अधिकेन व्यापकत्वमपि अस्ति, किन्तु अत्र केवलं व्यापकत्वम् अस्ति न तु अत्र सामानादिकरणीयम् अस्ति न तु व्यापकत्वम्. व्यापकत्वस्य क्षेत्रं बृहत् अस्ति वा? न न न, व्यापकत्वं धूमः वन्योः मध्ये व्यापकत्वम् अस्ति. अत्र सामानादिकरणीयमपि अस्ति, नाम स्थानमस्ति यत्र धूमः अपि अस्ति वह्निः अपि अस्ति, किन्तु अत्र सामानादिकरणीयम् अस्ति किन्तु व्याप्य व्यापकः भावः नास्ति अत्र. अतः पर्वतत्ववन्नि तयोः मध्ये सामानादिकरण्यं वर्तते न तु व्यापकत्वं, धूमः वह्निः तयोः मध्ये व्यापकत्वं वर्तते, सामानादिकरण्यमपि वर्तते. पर्वतत्वस्य तस्मिन् भागे व्यापकत्वमपि अस्ति, नाम पर्वतत्वम् अत्र अस्मिन् भागे पर्वतत्वमपि अस्ति वह्निः अपि अस्ति, वह्निः पर्वते अस्ति यदा तदा व्यापकत्वम् अस्ति इति वक्तुं शक्यते वा? कथं कयोः मध्ये व्याप्य व्यापकभावः? सर्वेषु पर्वतेषु नास्ति किन्तु केषुचित्, न न न, अत्र अत्र भगिनि पर्वतत्वं वह्निः तयोः मध्ये व्याप्य व्यापकः भावः नास्ति खलु, एकस्य क्षेत्रम् अन्यस्य क्षेत्रे न अन्तर्भूतं खलु, वह्नेः क्षेत्रम् एतत् पूर्णं अत्र अस्ति चेदेव व्याप्य. सत्यं भगिनि, सत्यं. अत्र तत्र केवल तत्र वदामः ओवर्लाप् अस्ति, किन्तु अत्र एकम् अन्यस्मिन् अन्तर्भूतम् अस्ति तादृशम् अत्र नास्ति. एतत् क्षेत्रम् अत्र अस्ति, एतत् क्षेत्रम् अत्र अस्ति, एतत् अस्मिन् भागे द्वयमपि अस्ति, किन्तु अत्र वह्निः नास्ति, अत्र पर्वतत्वं नास्ति इति. अतः तत्र व्याप्तिः अत्र नास्ति, किन्तु सामानादिकरणीयम् अवश्यम् अस्ति इति अस्ति. अस्तु तर्हि समीचीनम्. अतः एतावत् वयं कृतवन्तः अद्य, बहु समीचीनम् अस्ति. इदानीम् अग्रिमसप्ताहे अग्रे सरामः तर्हि. अस्तु, धन्यवादाः, नमस्कारः, अग्रिमे वर्गे मिलामः. धन्यवादः, धन्यवादः, धन्यवादः.